पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 57 द्विजावूजुः कीर्तिर्धर्मोधलोकेषु सर्वाणि प्रवराणि च वदनो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः व्यास उवाच यस्य का देवने गावस्तृप्यन्ति मासमेव च यद्वा सप्तदिनात् पूद सर्वदेवैः स पूजितः पुष्करिण्या विशेषेण पूदाया यज्ञकर्मणा यद्फलं जलदानेन सर्वमत्रास्वि तच्छृणु हायने चैव कल्पं कल्पं विधीयते दानात् स्वर्गमवाप्नोति तो यतः सर्वतो भुवि मेघे वर्षदि काते च जायन्ते ये तु शीकराः तावद्वर्षसहस्राणि दिवमश्नादिमानवः तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेद् प्राणानां च विनान्नैश्च धारणन्नैव जायते पितॄणां तर्पणं शौचं रूपं वै गन्ध्यनाशनं बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम् वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च तेनैव सर्वकार्यं च पानीयं मेध्यमेव च तस्मात् सर्वप्रयत्नेन वापीकूपतडाकं कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च ततो विनिर्जले देशो यो ददादिजलाशयं वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेद त्रिविष्टपाच्युतो विप्रो वेदशास्त्रार्थपारगः लोकबन्धुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेद एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते क्षत्रियाणां कुले जातः सार्वभौमो भवेन्नृपः विशोक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियं शूद्रादयोऽन्त्यजाश्चान्ये लभन्ते स्वर्गदिं मुहुः चतुर्हस्तप्रमाणं तु कूपं खनदि यः पुमान् परोपकारकं नित्यं कल्पं स्वर्गं तु हायने द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे विंशतिष्कुप्रमाणां तु दद्यात् पुष्करिणीं तु यः विष्णोर्धाम लभेत् सोऽपि दिव्यभोगं तथैव च अनन्तरं नृपो जादो धनी वागीश्वरो भवेत् एवं द्विस्त्रिश्चतुर्वापि गुणदो भोग्यमिष्यते विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः सहस्राद्विगुणेनैव सुरपूज्यो भवेन्नरः जन्तवस्तत्र ये सन्ति यावन्तो जीवनं ययुः यत्सङ्ख्याका जनास्तस्य किङ्करा पृष्ठलग्नकाः भवन्ति सन्ततं गेहे पुरे जनपदेषु च विहाय पितरं भोग्या धने क्षीणे यथा वनं पक्षिणः सुकरश्चैव महिषी करिणी तथा उपदेष्टा च कर्ता च षडेदे स्वर्गगामिनः दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेद क्रोडो वर्षसहस्रं तु महिष्ययुधहायनं देवरूपं समास्ताय करिण्या लक्षमुच्यते कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च पुरा धनि सुतेनैव कृतख्यादो जलाशयः अयुतधनव्ययेनैव प्राणेनैव बलेन च सर्वसत्त्वोपकाराय शिवश्रद्धायुतेन च कालेन कियता चापि क्षीणवित्तो भवत् किल कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना दीनारस्यायुतं वादे दास्याम्यस्याश्च कारणाद् लब्धं ते पुष्करिण्याश्च पुण्यं लाभात् प्रमन्यसे चक्र्या दत्त्वाधमूल्यं तां स्वीयां कर्तुं व्यवस्थितः एवमुक्ते सदं प्राह वासरेऽप्ययुधं पुनः फलं भवति वैनित्यं पुण्यं पुण्यविदो विदुः यदस्मिन् निर्जले देशे शिवं खादं कृतं च मे स्नानपानादिकं कर्म सर्वे कुर्वन्त्यभीष्टतः तस्मान्मे प्ययुधार्थस्य नैत्यकं फलमिष्यते ततस्तस्या भवद्धास्यं तथैव च सभा सदां क्रिया च पीडितः सोऽपि वाक्यमेददुवाचः सत्यमेदद्वचोऽस्माकं परीक्षां कुरु धर्मतः मत्सराः स तु तं प्राह शृणु मे वचनं पितः दीनारायुधमेतत्ते दत्त्वा चानीय प्रस्तरं पादयिष्यामि ते पदे यथा योगं प्रमज्जदु उन्मज्जति च यत्काले प्रस्तरसंतरत्यपि क्षयं यास्यति नो वित्तं नो चेन्मे धर्मदो हि सा बाणमुक्त्वा युधं तस्य गृहीत्वा स्वगृहं गतः साक्षिणामग्रतस्तेन प्रस्तरः पादितस्तथा पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा दीनारायुधदानस्य पुष्करण्या जलस्य तु न समं तु दिनैकं तु जलस्य धर्मदो भृशं धनिनो मानसं दुःखं मोक्षार्थं च परेहनि शिलोच्चयो भवत्तीर्णो द्वीपवच्च जलोपरि ततः कोलाहलशब्दो जनानां समुपस्थितः तच्छ्रुद्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः दृष्ट्वा शैलं तदा भूतं कृतं तेनायुधं तथा ततः खादाधिपेनैव शैलं दूरे निपातितं पुण्यं खादस्य चोत्कादे प्रलुप्तस्य सुतेन हि सोऽपि नाकं समारुह्य जन्मजन्मसु निर्वृतः गोत्रमातृगणानां च नृपाणां सुहृदां तथा सखीनां चोपकर्तॄणां खादं खात्वा क्षयं फलं तपस्विनामनाथानां ब्राह्मणानां विशेषतः खातं तु जनयित्वा दुःस्वर्गं चाक्षयमश्नुते तस्मात् खादाधिकं विप्राशक्तितो ह्यः करिष्यति। सर्वपापक्षयात् पुण्यं मोक्षं यायान्न संशयः, य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्। सर्वखादप्रदानस्य फलमश्नादिधार्मिकः, ग्रहणे भास्करस्यैव भागीरथ्यां तडे वरे। गवां कोटिप्रदानस्य फलं श्रुत्वा लभे नरः, न च दारिद्रतामेदि न शोकं व्याधिसञ्चयम्। असम्मानं महद्दुःखमुभयोर्नाधिगच्छति। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे कादादिकीर्तनं नाम सप्तपञ्चाशत्तमोऽध्यायः। ॐ